पद्मपुराणं खण्डं टु भूमिखण्डम् अध्यायं 76 सुकर्मोवाच सौरीर्दोदैस्तथा सर्वैः सह स्वर्गं जगामसः द्रष्टुं तत्र सहस्राक्षं देववृन्दैः समावृतं धर्मराजं समायान्तं ददर्श सुरराट् तदा समुद्धाय त्वरायुक्तो दत्त्वा चार्खमनुत्तमं पप्रच्छागमनं तस्य कथयस्व ममाग्रदः समाकर्ण्यमहद्वाक्यं देवराजस्य भाषितं धर्मराजोऽब्रवीत् सर्वं ययातेश्चरितं महद धर्मराज उवाच श्रूयतां देवदेवेश यस्मादागमनं मम कथयाम्यहमत्रापि येनाहमागतस्तव न कुशस्यात्मजेनापि वैष्णवेन महात्मना वैष्णवाश्च कृतामर्त्या एव सन्ति महीतले वैकुण्ठस्य समं रूपं मर्त्य लोकस्य वैकृतम् अमरा मानवा जादा जरा रोगविवर्जिताः पापमेव न कुर्वन्ति असत्यं न वदन्ति ते कामक्रोधविहीनास्ते लोभमोहविवर्जिताः धनशीला महात्मानः सर्वे धर्मपरायणाः सर्वधर्मैः समर्चन्ति नारायणमनामयं तेन वैष्णवधर्मेण मानवा जगदीतले निरामया विदशोका सर्वे च स्थिरयौवनाः दूर्वावडाय धा देव विस्तारं यान्ति भूतले तथा ते विस्तरं प्राप्ता पुत्रपौत्रैः प्रपौत्रकैः तेषां पुत्रैः प्रपौत्रैश्च वंशाद्वंशान्तरं गदाः एवं हि वैष्णवः सर्वो जरा मृत्युविवर्जितः मर्त्यलोककृतस्तेन न कुशस्यात्मजेन वै पदभ्रष्टोऽस्मि संजातो व्यापारेण विवर्जितः एतत्सर्वं समाख्यातं मम कर्मविनाशनम् एवं ज्ञात्वा सहस्राक्ष लोकस्यास्य हितं कुरु एतत्ते सर्वमाख्यातं यथा पृष्टोऽस्मि वै त्वया एतस्मात् कारणादिन्द्र आगतस्तव सन्निधौ इन्द्र उवाच पूर्वमेव मया दूत आगमाय महात्मनः प्रेषितो धर्मराजेन्द्र दूतेनास्याभिभाषितम् नाकं स्वर्गसुखस्यार्थी नागमिष्ये दिवं पुनः स्वर्गरूपं करिष्यामि सर्वं तद्भूमिमण्डलम् इत्याच चक्षे भूपालः प्रजापाल्यं करोति सः तस्य धर्मप्रभावेण भीतस्तिष्ठामि सर्वदा धर्म उवाच येन केनाप्युपायेन तमानय सुभूपतिं देवराजमहाभाग यदीच्छसि मम प्रियम् इत्याकर्ण्यवचस्तस्य धर्मस्यापि सुराधिपः चिन्तयामास मेधावी सर्वतत्त्वेन भूपते कामदेवं समाहूय गन्धर्वांश्च पुरन्दरः मकरन्दं रतिं देव आनिनाय महामनः तथा कुरुद वै यूयं यथा गच्छति भूपतिः यूयं गच्छन्तु भूर्लोकं मयाधिष्ठानसंशयः काम उवाच युवयोस्तु प्रियं पुण्यं करिष्यामि न संशयः राजानं पश्यमां चैव स्थितं चैव समायुधि तदेत्युक्त्वा गदा सर्वे यत्र राजा स नाहुषिः नटरूपेण ते सर्वे कामाध्या कर्मणा द्विज आशीर्भिरभिनन्द्यैव तेज ऊजुसुनाटकम् तेषां तद्वचनं श्रुत्वा ययाधिपृथिवीपतिः सभां चकारमेधावी देवरूपांसु पण्डितैः समायातस्वयं भूपो ज्ञानविज्ञानकोविदः तेषां तु नाटकं राजा पश्यमानः स नाहुषिः चरितं वामनस्यापि उत्पत्तिं विप्ररूपिणः रूपेणा प्रतिमालोके सुस्वरं गीतमुत्तमं कायमाना जरा राजन्नार्यारूपेण वै तदा तस्या गीतविलासेन हास्येन ललितेन च मधुरालापतस्तस्य कन्दर्पस्य च मायया मोहितस्तेन भावेन दिव्येन चरितेन च बलेश्चैव यथा रूपं विन्ध्यावल्या यथा पुरा वामनस्य यथा रूपं चक्रे मारोथ तादृशं सूत्रधारस्वयङ्कामो वसन्तपरिपार्श्वकः नडीवेषधरा जादा सारथिर्हृष्टवल्लभा नेपद्यां तच्छरीराजंसा तस्मिन् नृत्यकर्मणि मकरन्दो महाप्राज्ञः क्षोभयामास भूपतिं यथा यथा पश्यति नृत्यमुत्तमं गीतं समाकर्णदि सक्षितीशः तथा तथा मोहितवान् स भूपतिं नटीप्रणीतेन महानुभावः इति श्रीपद्मपुराणे भूमिखण्डे वेणोपाख्याने माता पितृतीर्थे ययादिचरित्रे षट्सप्ततितमोऽध्यायः ओम्।